सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आरम्भे एकं सुभाषितं शृणुमः. भगिनी कृपया श्रावयतु. विद्या नाम नरस्य रूपमधिकं प्रत्यन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्या विहीनः पशुः. उत्तमं, धन्यवादः भगिनी. अस्माकं विषयः अस्ति क्रियापदस्य विभज्यप्रयोगः. सः विषयः समाप्यमानमस्ति. अद्य वयं तं विषयं समापयामः. अन्तिमम् अभ्यासं पश्यन्तु. द्विषष्टितमे पुटे पञ्चमम् अभ्यासं कृत्वा अग्रे सरेम. पञ्चमम् अभ्यासं पश्यन्तु. अत्र अरुणा भगिनी, भवती पठतु. अत्र किं लिखितमस्ति? आं भगिनि, यथोदाहरणं वाक्यानि रचयत. अत्र यथा उदाहरणं वाक्यानि रचयत इति लोट्लकारमध्यमपुरुष बहुवचनं यथा अग्रे अहं मन्ये उदाहरणं वाक्यानि कर्मपदं नपुंसकलिङ्गवाक्यं बहुवचनम् उदाहरणं विशेषणं भगिनि अव्ययमपि एव उदाहरणम् अपि केवलं इण्डिक्लेन् अव्ययं पदम् अत्र समस्तपदमस्ति. यथोदाहरणं यथोदाहरणम् इति समस्तपदमस्ति. यथा इति पदम् अव्ययपदमस्ति इति कृत्वा अहं चिन्तयामि अव्ययीभावसमासयुक्तं पदम्, अव्ययीभावसमासघटितं पदं, यथाशक्ति तादृशरीत्या. उत्तरपदम् उदाहरणम् इति सुबन्तपदमस्ति. पूर्वपदम् अव्ययपदमस्ति. यथा इति अव्ययपदमस्ति. साधारणतया अव्ययीभावसमासे पूर्वपदं सर्वदा अव्ययं भवेत् इति वयं पठितवन्तः. इदं पदं समस्तपदं. उदाहरणं वाचनं करोमि श्लोकः इति प्रयुज्य वाक्यं रचनीयम्. अहं श्लोकस्य वाचनं करोमि. वाचनं करोमि इति वाक्यमस्ति, परिवर्त्य लेखनीयं. किं कृतमत्र? अहं श्लोकं वाचामि भगिनि. अत्र केवलं वाचनं करोमि इति वाक्यं दत्तमस्ति, किन्तु अत्र कर्तृपदमपि योजितमस्ति, अपि च कर्मपदमपि अस्ति. अत्र करोमि इति पदं पदस्य सम्बन्धः अहं शब्देन सह अस्ति इति कृत्वा अहं कर्तृपदम्, अपि च कस्य वाचनं करोमि? श्लोकस्य वाचनं करोमि. अत्र कर्मपदषष्ठी भवति. इत्युक्ते क्रियापदस्य विभजनं कृत्वा अत्र लिखितमस्ति. अविभज्य वदामश्चेत् एतदेव वाक्यं किं भवति? अहं श्लोकं क्रियापदं न अवगन्तुं न वक्तुं न शक्नोमि. वचति वाचान् वाचन् वाचामि न सम्यक् नास्ति. सम्यक् अत्र वच् धातोः रूपं वच् धातोः रूपं वक्तव्यमस्ति. वच् धातोः रूपं वच्मि रूपमस्ति. वच् धातोः रूपाणि कथं भवन्ति? वक्ति वक्तः, वचन्ति. उत्तमपुरुषे वच्मि वच्वः वच्मः. किन्तु वाचनं करोमि इति लिखितमस्ति. भवती किञ्चित् ऊहां कृत्वा वदतु. अत्र प्रकृतिप्रत्यये भेदेन इदं पदं कीदृशं पदं? वाचनं पदमेव अहं चिन्तयामि. न भगिनि, अत्र शुभदा भगिनी वदतु, एकवारं वदतु, वाचनम् इति कीदृशं पदं भवितुम् अर्हति? वाचनम् इति अहं मन्ये लिडन्तपदं, वच् धातोः लिडन्तपदं नपुंसकलिङ्गे. अतः अत्र तु कर्मपदमस्ति, अतः द्वितीयाविभक्तेः एकवचनमस्ति. ल्युडन्तपदमस्ति, किन्तु वच् धातोः रूपं साधारणल्युडन्तरूपं वचनम् इति पदमस्ति, किन्तु अत्र वाचनम् इति दत्तमस्ति इति कृत्वा अत्र निजन्तयुक्तं ल्युडन्तं यथा पठनं इति साधारणल्युडन्तपदमस्ति, किन्तु पाठनं इति निजन्तघटित ल्युडन्तपदं, तथा एव अत्रापि वाचनम् इति पदमस्ति निजन्तघटित ल्युडन्तपदं. वाचयामि निजन्तयुक्तं क्रियापदं लट्लकाररूपं योजयित्वा वक्तुमिच्छामश्चेत् वाचयामि इति भवति, निजन्तं नास्ति चेत् वच्मि इत्युक्ते वदामि, किन्तु वदामि इत्यस्य वद् धातुः अस्ति, किन्तु अत्र भिन्नधातुः अस्ति, वच् धातुः अस्ति, वच् धातोः रूपमेव वचनम् अथवा वाचनम् इति भवति. वच् धातोः प्रसङ्गे इतोपि किं ज्ञातव्यम् इत्युक्ते, साधारणतया वयं यदा वयं श्लोकान् पठामः तदा उवाच इति एकं पदं शृणुमः, उवाच इति पदं वच् धातोः रूपमेव, उवाच इति लिट् लकाररूपं, वच् धातोः भविष्यत्कालरूपं वक्ष्यति, वक्ष्यामि इत्युक्ते वच् धातोः रूपाणि किञ्चित् अस्माकं कृते सुपरिचितानि न सन्ति, किञ्चित् अपरिचितपदानि एव, वक्ष्यति, वक्ष्यामि, उवाच, वच्मि, वच्वः, वच्मः इत्यादीनि रूपाणि सन्ति. द्वितीयं वाक्यं करोतु भगिनी. अत्र वच् तु निजन्त रूपं स्वीकृत्य तदनन्तरं ल्युट् अस्ति चेत् चुरादिगणे अस्ति अत्र न भगिनि? साधारणतया तु अदादि अस्ति, किन्तु चुरादि अपि अष्टाध्यायी मध्ये एकं दत्तम्, अत्र चुरादि एव अस्ति न भगिनि? वच् धातुः अदादिगणीयधातुः, मध्ये विकरणप्रत्ययः नास्ति इति कृत्वा अस्योगः ति अस्ति इव वच्योगः ति वक्ति, तत्र सन्धिकार्याणि भवन्ति, किन्तु धातुः चुरादिगणीयः इति अहं न भावयामि. किमर्थं चेत् तत्र निच् योजितमस्ति, यः धातुः चुरादिगणे अस्ति तस्मिन् प्रसङ्गे सर्वदा णिच् विधीयते, स्वार्थे अपि णिच् विधीयते, तादृशधातुः नास्ति अयं धातुः, केवलम् अत्र प्रेरणार्थे णिच् योजितमस्ति इति मम चिन्तनम्. अस्तु, अष्टाध्यायी मध्ये एकं दत्तम्, अदादि दत्तम् अपि चुरादि दत्तं, तदेव अहं पृच्छामि. धन्यवादः भगिनि, अवगतम्. अपि च द्वितीयं वाक्यं करोतु अरुणा भगिनि. आं भगिनि, स्मरणं करोति कः अहमिति प्रयोजनं कुर्मः, कः मम स्मरणं करोति, कः मम स्मरणं करोति, किञ्चित् वदतु, कः मां स्मरति भगिनि, कः मां स्मरति, कः मम स्मरणं करोति, मम स्मरणं कः करोति, कः मां स्मरति, अथवा एकं वाक्यम्, एतादृशं वाक्यं वदतु, अन्यत् वाक्यं, स्मरामि अथवा स्मरणं करोमि, यः अन्तकाले मां स्मरति सः माम् आप्नोति, मामेव आप्नोति. अहं भगवद्गीतायाः स्मरणं करोमि अथवा अहं भगवद्गीतां स्मरामि, भगवद्गीतायातः श्लोकानां स्मरणं करोमि, भगवद्गीतातः श्लोकान् स्मरामि. धन्यवादः भगिनि. अनन्तरं गोमती भगिनी भवती करोतु अग्रिमं वाक्यम्. अस्तु, प्रथमवाक्यं, लेखनं कुर्मः, इतिहासः लेखनं कर्मपदं, कुर्मः उत्तमपुरुष बहुवचनरूपं, वयं लेखनं कुर्मः. इतिहासः तु वयम् इतिहासस्य लेखनं कुर्मः, षष्टिविभक्तिरूपं प्रयुज्य इतिहासस्य लेखनं कुर्मः. उत्तमम्. अत्र लिख् धातोः रूपमेव लेखनम्, लिख् धातोः रूपं ल्युडन्तरूपमेव लेखनं भवति. वयं व्याकरणवर्गे पठितवन्तः लिख् धातोः प्रसङ्गे लिख् धातुः तुदादिगणे अस्ति, तुदादिगणे अस्ति इति कृत्वा तत्र गुणः न भवति, किन्तु ल्युडन्तरूपम् अस्ति इति कृत्वा गुणः अभवत्. लिख् धातोः अर्थः अक्षरविन्यासे इत्यस्मिन् अर्थे लिख् धातुः अस्ति, तुदादिगणे गुणः न भवति इति तत्र मुख्यविषयः. नमस्ते भगिनि. अत्र वयम् इतिहासं लिखामः आल्टर्नेटिव् सेण्टेन्स् कर्तुं शक्यते? कर्तुं शक्यते भगिनी, भवती एव अत्र केवलं क्रियापदस्य विभजनं कृत्वा वाक्यं लेखनीयं, किन्तु यदि वयम् इच्छामश्चेत् लट्लकाररूपं योजयित्वा अपि वक्तुं शक्नुमः. अधुना भगिनी लट्लकाररूपं योजयित्वा वदतु परिवर्त्य. वयम् इतिहासं लिखामः. उत्तमं, तदेव इतिहासं लिखामः. अत्र इतिहासः इति पदं दत्तमस्ति. इतिहासः इत्युक्ते वदतु. इति अभवत् हिस्ट्रि इत्युक्ते, इतिहासः इत्युक्ते प्राचीना कथा अथवा पूर्ववृत्तान्तः इति अर्थः अस्ति. किन्तु अस्य योगार्थः कः इत्युक्ते, इदं पदं कथं निर्मितम् इति वयं पश्यामश्चेत् तत्र इति योगः इह योगः आस् धातुः अस्ति. अत्र अदादिगणे एकः धातुः अस्ति आस् धातुः. आस् धातुः आस्ते, आस्ते इति रूपम् अस्ति. तस्मात् धातुतः एव आसनम् इति पदं साधितम्. अत्र आस् धातुः अस्ति. अस्य पदस्य अर्थः कः इति पश्यामश्चेत् इति एवं च किल च इति यथा भवत्या उक्तम् एतत् सर्वं एवं रीत्या अभवत् इति अर्थः. इतिहासः इत्युक्ते एवं रीत्या अभवत् इति तत्र अर्थः अस्ति. इतिह योगः आस् धातोः रूपम् अस्ति इतिहासः इति पदम्. अग्रिमं वाक्यं करोतु भगवती भगिनी. कुर्वती पूजनं कुर्वन्ति. पूज धातु ल्युडन्तरूपं पूजनं. कुर्वन्ति प्रथमपुरुष बहुवचनं. ते पूजनं कुर्वन्ति और् भवन्तः पूजनं कुर्वन्ति. देवता भवन्तः देवतानां पूजनं कुर्वन्ति. भवन्तः देवतान् भवति वा? नो, देवताः, सोरि, देवताः एव भवति. भवन्तः देवताः द्वितीयविभक्ति देवताः पूजयन्ति. पूजयन्ति देवताः. अत्र पूजयन्ति इति क्रियापदं चुरादिगणीय धातुतः निर्मितं पदं पूजयन्ति. तत्र भवन्तः देवताः पूजयन्ति. देवता इति आकारान्तस्त्रीलिङ्गपदमस्ति. दिव् धातुतः, दिव् इति एकः धातुः अस्ति दिवादिगणीयधातुः. तस्मात् क्रियापदं दीव्यति इति क्रियापदं सिध्यति. दिव् धातुतः देवः इति पदं सिध्यति. तस्मात् ता इति तल् इति एकः प्रत्ययः अस्ति. तेन देवयोगः तल् योजनेन देवता इति आकारान्तस्त्रीलिङ्गपदं सिध्यति. देवता इति पदं तद्धितप्रत्ययान्तपदम् इत्युक्ते तत्र प्रातिपदिकात् प्रत्ययस्य योजनं कृतमस्ति इति कृत्वा देवता इति आकारान्तस्त्रीलिङ्गपदं निर्मितं भवति. भगिनि, तत्र पूजनं कुर्वन्ति इति विभज्य उपयोगं कर्तुं चेत् कृतं चेत् जनाः देवतानां पूजनं कुर्वन्ति. षष्टिविभक्ति बहुवचन उपयोगं कर्तुं किल तादृशरीत्या तत्र वाक्यनिर्माणं कृतवती. तदनन्तरं लट्लकाररूपम् अपि योजयित्वा भगिनी उक्तवती. जनाः देवान् नो नो देवताः स्त्रीलिङ्ग इति किल तदेव भगिनी उक्तवती अनन्तरम् अत्र सुजाता भगिनी अग्रिमं वाक्यं वदतु धारणं करोषि धातु अस्ति अत्र धातुः ध्रुव अस्ति ध्रुव अस्ति ओके ध्रुव धातु लुडन्तपदं धारणं करोषि त्वं वस्त्रस्य धारणं करोषि अत्र कर्तृपदं किम् वस्त्रमिति कर्मपदं त्वं उपयुज्य पूर्वस्मिन् वाक्ये प्रथमपुरुषकर्तृपदम् अस्ति तत्र पूजनं कुर्वन्ति तत्र प्रथमपुरुषकर्तृपदम् अस्ति किन्तु अस्मिन् वाक्ये मध्यमपुरुष एकवचनरूपम् अस्ति एकवारं पूर्णतया वाक्यं वदतु त्वं वस्त्रस्य धारणं करोषि धारयितुं तत्र तत्र भवती क्रियापदस्य विभजनं कृत्वा उक्तवती किन्तु लट्लकाररूपं योजयित्वा वदामश्चेत् त्वं वस्त्रं धारयसि धारयसि धन्यवादः भगिनि क्षम्यतां धारयसि अन्यत् वाक्यम् एकं वाक्यं स्मारयतु अन्यत् वाक्यं भिन्नं वाक्यं भिन्नं वाक्यम् उपनेत्रं वस्त्रम् इत्यस्य स्थाने उपनेत्रं योजयित्वा वदतु अहम् उपनेत्रं धरयामि धरामि धरामि तत्र धारयामि इति निजन्तपदमस्ति किन्तु एकम् उत्तमं वाक्यमस्ति वयं देहस्य धारणं कुर्मः देहधारणम् इति कुर्मः तत्र धारणम् इति ध्रुधातोः रूपम् अस्ति ध्रुधातोः रूपमेव धरणिः धरणी धरणिः अथवा धरणी इति धरति तत्र पृथिवी इत्यस्मिन् अर्थे एतत् पदमस्ति तत्र धरणिः अथवा धरणी इति वदामश्चेत् तत्र धरति जीवादीन् इति धरणिः इत्युक्ते जीवादीन् धरति जीवादीन् धरति इति कारणतः धरणिः इति नाम अस्ति पृथिव्याः अग्रिमं वाक्यं करोतु अर्जुनं करोति ज्ञानस्य वयं ज्ञानस्य करोति ओके अर्जयति सः ज्ञानार्जनं करोति तत्र ज्ञानार्जनं करोति इति वदामश्चेत् तत्र समस्तपदं कृतवती इत्युक्ते ज्ञानार्जनम् इति समस्तपदमस्ति ज्ञानस्य अर्जनं करोति योगिनः ज्ञानस्य अर्जनं कुर्वन्ति कुर्वन्ति अथवा भक्ताः वदतु भक्ताः दे भक्ताः तदेव इत्युक्ते भक्ताः ज्ञानस्य अर्जनं कुर्वन्ति तत्र क्रियापदस्य विभजनम् अकृत्वा वदतु भक्ताः ज्ञानम् अर्जयन्ति ज्ञानम् अर्जयन्ति इति भवति. अत्र अर्जयति अर्जयन्ति इति रूपाणि सन्ति. उत्तमं भगिनि. अनन्तरं ललिता भगिनी भवती करोतु अग्रिमं वाक्यम्. वदामि भगिनि. आह्वानं कुर्वन्ति सारथिः कृष्णः सारथिः सारथिः इत्युक्ते आह्वानं कुर्वन्ति. सो पाण्डवाः सारथ्याः आह्वानं कुर्वन्ति. पुनः वदतु. पाण्डवाः सारथ्याः आह्वानं कुर्वन्ति. तत्र सारथिः इति पदस्य षष्ठी सारथिः पदस्य षष्टिविभक्ति सारथ्याः पाण्डवाः सारथेः आह्वानं कुर्वन्ति. उत्तमम्. कर्म कर्तृपदं सारथ्याः कर्मपदम् आह्वानं लुडन्तपदम् अस्ति. कुर्वन्ति बहुवचनं लट्लकारे बहुवचनम् अण्ड् आह्वानम् आह्वदातु वा न जानामि. अत्र एतावता सारथिः सारथिः इति ह्रस्व इकारान्त पुंलिङ्गपदम् अस्ति. हरिशब्दवत् रूपाणि वक्तव्यानि. सारथिः हरिशब्दवत् तदर्थमेव सारथेः सारथेः इति रूपं विद्यते. अपि च अत्र उत्तमं धातुः आ उपसर्गपूर्वकः ह्वे धातुः अस्ति. गते सप्ताहे एकः प्रश्नः आगतः. अत्र ह्वे धातुः सर्वदा केवलम् आ उपसर्गपूर्वकः भवति वा इति प्रश्नः आगतः. किन्तु अहं दृष्टवती अन्येषाम् उपसर्गाणां सह अपि अन्यानि पदानि निर्मितानि सन्ति. इत्युक्ते ह्वे धातुना सह निर्मितानि अन्यानि पदानि. इत्युक्ते तत्र अन्येषाम् उपसर्गाणां योजनेन अन्यानि पदानि अपि अहं दृष्टवती. सदा आ उपसर्गपूर्वकः इति भवेत् इति नास्ति इति मम चिन्तनम्. अन्येषाम् उपसर्गाणाम् उपयोगं कृत्वा अपि अन्यानि पदानि अहं दृष्टवती. अत्र रथी रथी इति एकं पदमस्ति. रथी इति नकारान्तपदं. रथिन् प्रातिपदिकमस्ति. रथी सारथेः आह्वानं करोति इति एकं वाक्यं लेखितुं शक्नुमः. रथी इत्युक्ते यस्य रथः अस्ति सः रथी. अत्र सारथिः इति कर्मपदमस्ति. अत्र अस्मिन् वाक्ये सारथेः आह्वानं करोति इति वाक्यमस्ति. अविभज्य वदतु एतदेव वाक्यं. ललिता भगिनी अविच्य अहं अहं सारथिं सारथिम् आह्वानं करोमि. क्रियापदस्य विभजनं कृत्वा वदति चेत् सारथेः आह्वानं करोमि इति साधु एव. किन्तु क्रियापदम् अविभज्य इत्युक्ते तत्र पृथक् कृत्वा मा वदतु. केवलं लट्लकाररूपं योजयित्वा वदतु. लट्लकार कुर्वन्ति इति अविभज्य विभज्य करणीयं वा. अत्र वाक्यं किं दत्तमस्ति. भवती किम् उक्तवती पाण्डवाः सारथेः आह्वानं कुर्वन्ति इति लिखितवती. तदेव वाक्यं केवलं लट्लकाररूपं योजयित्वा वदतु. सारथिम् आह्वयति सारथिं कर्म द्वितीयाविभक्ति अस्ति परिवर्तते. सो पाण्डवाः सारथिम् आह्वयति उत्तमम्. अत्र पाण्डवाः इति पाण्डवाः आह्वयन्ति आह्वयन्ति नो इति आह्वयन्ति आह्वयन्ति पाण्डवाः आह्वयन्ति कम् आह्वयन्ति सारथिं सारथिम् आह्वयन्ति इत्युक्ते अविभज्यप्रयोगः तादृशरीत्या भवति अग्रिमं वाक्यं करोतु एकः प्रश्नः भगिनि वदतु भवती एकं करपत्रं वा प्रेषितवती तत् तस्मिन् वे धातोः प्रसङ्गे चिन्तनम् इति आसीत् तत्र वे वे स्पर्धायां शब्दे च अयं धातुः वस्तुतः उभयपदी अस्ति परन्तु स्पर्धां करोति सङ्घर्षं करोति अस्मिन् अर्थे आ योगः वे अयं धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति तादृशीन् अतः तु अत्र वाक्ये एतस्मिन् वाक्ये आह्वयते इति भवन्ति आह्वयन्ते अहं चिन्तयामि आह्वयन्ति इति रूपम् उभयपदी अस्ति चेत् सङ्घर्षं स्पर्धा अस्ति चेत् आत्मनेपदी रूपं भवति इति दत्तमस्ति अतः पृच्छामि अस्तु अत्र अस्मिन् वाक्ये तादृशः अस्ति वा गीतञ्जलि भगिनी वदतु एचोयवाया सन्धि कृत्वा यकार आयाति इति सत्यं न भगिनि अत्र तत्तु भिन्नविषयः किन्तु अत्र धातुः उभयपदी धातुः ह्वयति ह्वयते इति रूपद्वयमपि अस्ति किन्तु स्पर्धायाम् इत्यस्मिन् अर्धे स्वीकुर्मः चेत् तदा तस्य आत्मनेपदीप्रत्ययानां प्रयोगः भवति अन्ते इति दत्तमस्ति किन्तु अस्मिन् वाक्ये तादृश अर्थः अस्ति वा स्पर्धा इत्युक्ते काम्पिटिशन् इति अर्थः अस्ति तस्मिन् अर्धे भवति चेदेव आत्मनेपदीप्रत्ययानां योजनम् अन्ते भवति ओ अहं चिन्तयामि एतत्तु युद्धस्य प्रसङ्गः अस्ति अतः मे बि परन्तु पाण्डवाः देर् ओन् सारथिम् आह्वयति नाट् फार् स्पर्धा जस्ट् टु टेक् देम् टु द बैक् इन् दैट् केस् इट् शुड् बि परस्मैपदी दैट् इस् ट्रू ओन्ली वेन् वि इन्वैट् एन् अपोनेण्ट् टु डू युद्ध पाण्डवाः कौरवान् आह्वयन्ति फोर् सङ्घर्ष देर् परस् आत्मनिपदि तस्मिन् अर्धे अस्य धातोः प्रयोगः भवति वा अत्र तादृश अर्थः अस्मिन् वाक्ये अस्ति वा इति द्रष्टव्यमस्ति इति मम चिन्तनम् अत्र अत्र परस्मैपदिरूपं योजयितुं शक्नुमः इति चिन्तयामि अग्रे सरेम अग्रे पठतु अत्र कुर्वन्ति इति बहुवचनमस्ति कृत्वा सारथी अपि बहुवचने प्रयोजितव्यं प्रत्यक् पृथक् रथानां सारथी अस्ति कृत्वा बहुवचनं बहुवचनमपि साधु एव पश्यतु अत्र उपरि पश्यतु अहं वस्त्रस्य धारणं करोमि इति साधु नो चेत् वस्त्रयोः धारणं करोमि साधु वस्त्राणां धारणं करोमि साधु तथा एव अत्रापि अस्माकं विवक्षा एव मम चिन्तनमस्ति यथा कर्तृपदं बहुवचनम् अस्ति तथा कर्मपदम् अपि बहुवचनं भवति यत्र तत्र यत्र कुत्रापि कर्मपदं कर्मपदं क्रियापदम् एवं दे शुड् मेच् कर्तरिप्रयोगे कर्तृपदं च क्रियापदं मेच् करणीयं कर्मणि इत्युक्ते कर्मपदम् एण्ड् क्रियापदं दे गो टुगेदर् इन् वचनलिङ्ग हियर् all the Pandavas can call one Sarathi only. I mean, to give them some message, to give him some message also. Or, so, I think this is also okay. To use एकवचनम्. One more point is that whatever given in the avarane, avarane yad dattam asti, tasya, that we have to use. तस्य उपयोगं सारथिः इति एकवचने अस्ति अतः सि हृदयानि इन् द नेक्स्ट् सेण्टेन्स् अग्रिमवाक्ये हृदयानि इति गिवन् इति दत्तमस्ति सो तत्तु बहुवचने अस्ति सो तत्र बहुवचनम् उपयोगं करणीयम् अत्र तु सारथिः एकवचने अस्ति अतः एकवचने उपयोगं करणीयम् ऐ मीन् इन् दिस् क्वश्चन् generally it can be anything itmakam vivaksha eva ekavachanam dvivachanam bahuvachanam api sadhu eva atra kintu yatha lata bhaginya uktam kartri prayoge kartrupadasya sambandhah kriya padena saha bhavati athava kriya padasya sambandhah kartrupadena saha bhavati iti krutva aham saradhim ahvayami इति वाक्यम् अस्ति अहं शब्दस्य सम्बन्धः आह्वयामि इति पदेन सह भवति सारथिम् इति द्वितीया विभक्तौ अस्ति तदर्थमेव कर्तृप्रयोगे सूत्रमस्ति एकं द्वे एकम् एकं द्वे एकम् इत्युक्ते अत्र कर्तृपदम् अनुसृत्य क्रियापदं भवति कर्तृप्रयोगे पाण्डवाः इति उक्तम् पाण्डवाः किमर्थं पाण्डवाः इति कर्तृपदं योजितमस्ति पाण्डवाः अथवा भवन्तः अथवा ते अथवा किमपि बहुवचन प्रथमपुरुष बहुवचनकर्तृपदं योजयितुं शक्नुमः कुर्वन्ति इति क्रियापदं दृष्ट्वा वयं पाण्डवाः इति पदं योजितवन्तः सम्यक् भगिनि मम चिन्तनमस्ति एकैकं रथस्य एकैकं सारथि अस्ति इति कृत्वा बहुवचनं सम्यक् भवन्ति भवति उत्तमम् ललिता भगिनी भवती करोतु बहुवचनं योजयित्वा वदतु सारथयः इति पुनः पुनः एकवारं हरिहरयः ओके पाण्डवाः सारथयः आह्वानं नो आह्वय आह्वयन्ति पुनः समीकृत्य वदतु हा पाण्डवाः सारथयः सारथयः हरिं हरि हरौ हरयः हरि विभक्ति उपयोगं करणीयं किल लता भगिनी एकवारं वदतु एतद् वाक्यं सारथीनां लता द्वितीया विभक्ति वदतु लता भगिनी भगिनी एव उक्तवती किल सारथीनां पूर्णवाक्यं पाण्डवाः सारथीनाम् आह्वानं कुर्वन्ति लट्लकार उपयोगसमये पाण्डवाः सारथीं हरिः हरि हरयः हरीन् ये सारथीम् आह्वयन्ति लट्लकारसमये सारथीन् आह्वयन्ति सारथीनां सारथीनाम् आह्वानं कुर्वन्ति उत्तमं तावदेव अत्र महोदय किम् उक्तवान् तत् साधु एव इत्युक्ते तत्र वाक्ये कर्तृपदं बहुवचने अस्ति पाण्डवाः कुर्वन्ति इति बहुवचने अस्ति इति कृत्वा तत्र कर्मपदस्य अपि षष्टि बहुवचनम् अस्ति चेत् तस्यापि बहुवचनरूपम् अस्ति चेत् इतोपि समीचीनतरं भवति करोतु अग्रिमं वाक्यम् अहं करोमि भवती एव ओके स्थापनं करोति रथः स्थापनं दुदन्तपदम् अस्ति करोति लट्लकार एकवचनं रथः इस् प्रथम इस् पुल्लिङ्गशब्दः अस्ति प्रथमपुरुष सो कृष्णः रथस्य स्थापनं करोति अत्र लट्लकाररूपं योजयित्वा वदतु कृष्णः रथं स्थापयति उत्तमं कृष्णः रथं स्थापयति एण्ड् आल्सो कृष्णः रथं स्थापयिष्यति दट् आल्सो इत्युक्ते स्थापयिष्यति इति लुट्लकाररूपं भविष्यत्कालरूपं योजयित्वा वक्तुमिच्छामश्चेत् साधु एव किन्तु इत्युक्ते क्रियापदस्य विभजनं कृत्वा कथं वक्तव्यं लट्लकाररूपं योजयित्वा कथं वक्तव्यम् इति अस्माकं विषयः अस्ति इति कृत्वा कृष्णः रथं स्थापयति तत्र रथं विद्याविभक्तौ अस्ति अथवा कृष्णः रथस्य स्थापनं करोति नो चेत् समस्तपदं कृत्वा वदामश्चेत् कृष्णः रथस्थापनं करोति अत्र करोति लट्लकारमेव लट्लकारे एव अस्ति भगिनी उक्तसदृश करिष्यति इति आसीत् चेत् देन् स्थापयिष्यति भगिनी सेड् नो देन् वि कुड् मेक् दट् नो चेत् लङ्लकाररूपमपि योजयितुं शक्नुमः स्थापितवान् इत्युक्ते अत्र केवलम् अत्र क्रियापदस्य विभजनं कुर्मः लङ्लकारे भवतु अत्र तु केवलं लट्लकाररूपमेव योजितमस्ति यथा भवत्या उक्तं भविष्यत्कालरूपं क्रियापदमपि योजयितुं शक्नुमः अथवा लङ्लकाररूपमपि योजयित्वा कर्तुं शक्नुमः एतावता सारांशः तु क्रियापदस्य विभागः कृतः अत्र तावदेव उत्तमं भगिनि अनन्तरम् अत्र शोभा भगिनी भवती करोतु आं भगिनि विदारणं करोति हृदयानि तत्र किं वदामः इत्युक्ते विदारणं घोषणानि हृदयानि तत्र हृदयम् इति नपुंसकलिङ्गे कर्मपदं हृदयानि एव भवति युद्धसमये घोषणानि हृदयानि विदारणं करोति अथवा करोति इति क्रियापदं विभज्य वदामः चेत् युद्धसमये घोषणानि हृदयस्य विदारणं कुर्वन्ति अथवा हृदयानि विदारणं कारयति अत्र वाक्यं सम्पूर्णतया घोषः घोषः इति पदं स्वीकरोतु युद्धसमये घोषणम् इति पदमपि अस्ति किन्तु घोषः इति पुंलिङ्गपदमस्ति घुष् धातोः रूपमेव घोषः पुंलिङ्गपदं घोषः विदारणं करोति कस्य विदारणं करोति हृदयस्य विदारणं करोति इति अत्र दत्तमस्ति कर्तृपदं योजयित्वा प्रथमतया वाक्यं पूरयतु तदनन्तरं परिवर्त्य वदतु अस्तु भगिनी अत्र हृदयानि बहुवचनात् दत्तं किल हृदयानां विदारणं शोभा भगिनी वदतु तत्र एकः प्रश्नः भगिनी घोषः अवगच्छामि किन्तु घोषणम् इति लुडन्तपदं भवति किल तत्र तत् वाक्ये सम्यक् नास्ति वा यदि घोषणम् अत्र इतोपि काठिन्यं मास्तु इति मम आशयः अत्र घोषः घोषः तत्र हृदया षष्ठविभक्तेः किल घोषः हृदयानां विदारणं करोति अपि च किं पृष्टवती भगिनी क्षमताम् अत्र घोषः इति कर्तृपदमस्ति घोषः किं करोति विदारणं करोति अत्र विभागं कृत्वा उक्तवती लट्लकाररूपं योजयित्वा वदतु घोषः हृदयानि विदारयति उत्तमं विदारयति विदारयति हृदयानि विदारयति अत्र हृदयानि इत्यस्मिन् निमित्तम् अस्ति चेदपि तत्र णत्वं न भवति किमर्थम् हृदयानि तत्र दकारः आगच्छति किल तवर्गस्य व्यञ्जनम् अस्ति इति कृत्वा बाधा भवति तदेव यद्यपि अत्र निमित्तम् अस्ति चेदपि बहुवचनरूपं हृदयानि एव लेखनीयं न तु हृदयाणि तत्र मूर्धन्य णकारः न आयाति अपि च अत्र विदारणम् इति ल्युडन्तपदमस्ति. वि उपसर्गपूर्वकः. ध्रुव इति धातुः, दीर्घरूकारान्तधातुः. सः तस्य रूपमस्ति दृणाति इति रूपमस्ति. किन्तु अत्र निजन्तरूपमस्ति इति कृत्वा विदारयति. दृणाति विदृणाति इति साधारणलट् रूपं भवति, किन्तु अत्र णिजन्तरूपमस्ति इति कृत्वा विदारयति इति रूपं भवति. तत्र नूतनधातोः निर्माणं भवति. विदारि इति नूतनधातुः आयाति, तस्मात् विदारयति इति रूपं भवति. ल्युडन्तरूपं विदारणम् इति भवति. तत्र भगिनि विदारि विदारे अनन्तरं एच्वयवयावः इत्यस्य विदार विदारे विदारै अनन्तरं शप् अपि ल्युट् अस्ति किल. क्षम्यतां, शप् अस्ति, शप् अपि तिङ्ग् अस्तु. एक अन्य वाक्यं, नटः तस्य नटनेन वीक्षकाणां हृदयानि विदारणं करोति. अत्र विदारणं करोति इत्युक्ते भेदनं करोति, छेदनं करोति, तादृश अर्थः अस्ति अत्र. बै हिज एक्टिंग वी गेट मूव्ड. नो, घोषः, घोषः इत्युक्ते अत्र नादः, लौड् साउंड इत्यस्मिन् अर्थे एव हृदयस्य विदारणं इति. भीकर, भीकर इति अर्थे. You can say the hero, when he rejects the heroine, tasyaha hrudayam vidaranam karoti, bagnah karoti. Chukte tadrisham vakyam samichinam nasti iti mama chintanam. Atre vida. Okay. In the negative sense it has to be used, no Bhagini? Bhagini, it has to be used in the negative sense, because the Kauravas got afraid and they that's how the split happened. अत्र वाक्ये कर्तृपदं घोषः इति भवति चेत् घोषः हृदयानां विदारणं करोति, अथवा घोषः हृदयानि विदारयति इति वाक्यं भवति. एतावता हृदयम् इति नपुंसकलिङ्गपदमस्ति. ध्रुव धातोः रूपं दृणाति, क्रियादिगणीयधातुः अस्ति. क्रियादिगणीय धातोः प्रसङ्गे तत्र श्ना इति विकरणप्रत्ययः अस्ति इति कृत्वा ध्रुयोगः श्नायोगः इति तत्र द्रोणाति इति रूपं सिद्ध्यति. साधु एव. अग्रिमवाक्यं शोभा भगिनी करोतु. आं भगिनि, उद्घाटनं करोषि तत्र कार्यक्रमाः इति. तत्र करोषि इति मध्यमपुरुषे एकवचने अस्ति इति कृत्वा त्वं कार्यक्रमाः पुंलिङ्गे, त्वं कार्यक्रमान् अस्तु प्रथमम् उद्घाटनं करोषि अस्तु, कार्यक्रमाणाम् उद्घाटनं करोषि, क्रमाणां तत्र पवर्गीयमकारः अस्ति कृत्वा इति कृत्वा. अपि च अन्यद् वाक्यं भवति त्वं कार्यक्रम, तत्र अधुना द्वितीयविभक्ति आगच्छति, त्वं कार्यक्रमान् उद्घाटयतु. तत्र उत् इति उपसर्गपूर्वक उपसर्ग वाक्यं यथावत् वदतु, सम्पूर्णं वाक्यं यथावत् पुनः वदतु. हा, त्वं कार्यक्रमाणाम् उद्घाटनं करोषि. षष्ठी बहुवचनरूपम् अस्ति, तत्र णत्वं भवति वा? क्र, कर, रेफः, अकारः, मकारः, अनन्तरम् आकारः भवति. निमित्तमस्ति, अपि च बाधकवर्णाः न सन्ति इति तत्र णत्वं भवति. णत्वम् उपयुज्य तत्र वाक्यं पुनः पूरयतु. अणत्वम् उक्तवती, अस्तु पूर्णतया वाक्यं वदतु. त्वं कार्यक्रमाणाम् उद्घाटनं करोषि किल. करोषि लट्लकाररूपं योजयित्वा. हा, लट्लकारे कार्यक्रमाः द्वितीयविभक्ति भवनीयं, क्रियापदम् आगच्छति चेत् त्वं कार्यक्रमान् उद्घाटयतु. उद्घाटयतु किमर्थम्? ओ ओ क्षम्यताम्, उद्घाट उद्घाटय यसि उद्घाटयसि लट्लकारे किल उद्घाटयसि त्वम् अस्ति चेत् उद्घाटय निजन्त अस्ति चेत् उद्घाटय इति न भवति वा भगिनि तत्र धारय तत्र उद्घाटयसि अस्ति चेत् लोट्लकारे न भवति अहं चिन्तितवती लोट्लकारे मध्यमपुरुषे उद्घाटयसि इत्युक्ते लट्लकारे भवति इति अहं चिन्तितवती अस्तु त्वं कार्यक्रमान् उद्घाटय उद्घाटय भवती एव उक्तवती उद्घाटय इति लोट्लकाररूपं भवति किन्तु लट्लकाररूपं योजनीयम् अस्तु अस्तु अस्तु क्षम्यतां त्वं कार्यक्रमान् उद्घाटयसि तत्र करोषि अस्ति इति कृत्वा कुरु अस्ति चेत् उद्घाटय समीचीनः भवति उत्तमं क्षम्यतां चिन्ता मास्तु एतावता अत्र उद्घाटनम् इति एकं पदमस्ति उद्घाटनम् इत्युक्ते तत्र अर्थः आच्छादनरहितम् अथवा प्रकाशितम् आवरणरहितम् इति दत्तमस्ति उद्घाटनम् इति पदस्य योगार्थः कः इति अहं दृष्टवती अत्र पश्यन्तु उत् इति उपसर्गः अस्ति उत् उपसर्गस्य अर्थः तु उपरि तादृश अर्थः अस्ति घट इति एकः धातुः अस्ति घटधातोः रूपमेव घटते घटचेष्टायाम् इति एकः धातुः अस्ति भुवादिगणे अस्ति आत्मनेपदी धातुः अस्ति घटते इति रूपम् अस्ति तत्र उद्घाटनम् इति पदस्य वास्तविक अर्थः तु पश्यन्तु कियत् सुन्दरम् अस्ति कूपात् जलस्य उत्तोलनार्थं रज्जुसहितघटः एव उद्घाटनम् उद्घाटनम् इत्युक्ते उपरि नयनम् अथवा उत्तोलनम् इत्यादयः अर्थाः सन्ति इत्युक्ते उत्तोलनं कूपात् जलस्य उत्तोलनार्थं रज्जुसहितघटः एव उद्घाटनम् किन्तु लोके तस्य रूढार्थः भिन्नः इत्युक्ते योगार्थः भिन्नः रूढार्थः भिन्नः योगार्थः इत्युक्ते प्रकृतिप्रत्ययविभागं कृत्वा वदामश्चेत् तत्र उत् उपसर्गः अस्ति घटधातुः अस्ति ल्युट् प्रत्ययः अस्ति एतावता धातुप्रत्ययोः मेलनेन एतयोः मेलनेन उद्घाटनम् इति पदं साधितम् अपि च तस्य अर्थः तु योगार्थः कूपात् जलस्य उत्तोलनार्थं रज्जुसहितघटः अर्थः अस्ति किन्तु लोके तस्य अर्थः भिन्नरीत्या रूढिः अभवत् योगार्थे उद्धरतु उद्धरणं करोतु इति उद्धारतु इति अस्ति किल भगिनि तदर्थे उपरिनयनम् उपरिनयनम् उन्नयनम् उन्नयनम् उपरिनयनम् अथवा उत्तोलनम् इत्यादयः अर्थाः सन्ति उद्घाटनम् इति पदस्य एतावत् मम आशयः तु तत्र योगार्थः भिन्नः रूढार्थः भिन्नः किन्तु व्याकरणे किं वदन्ति योगात् रूढिः बलीयसि इति वैयाकरणाः वदन्ति इति कृत्वा तत्यजे वयं प्रार्थयामः किल भगवान् माम् उद्धर संसारसागरात् उद्धर तत्र उद्धर इति तत्र धातुः भिन्नधातुः अस्ति किन्तु अत्र उद्घाटनम् उद्घाटनम् इत्युक्ते ऊत् उपसर्गपूर्वकः घटधातोः रूपम् अस्ति किन्तु उद्धारः उद्धरणं तत्र भिन्नधातुः भगिनि किन्तु अर्थः वदतु वदतु भगिनि अत्र उद्घाटनं न अधः निच्छभि भवति न उत् घट निच् ल्युट् न निच् योगः ल्युट् उत्तमं लिट् तदर्थमेव भगिनी वाक्यं कथं पूरितवती त्वं कार्यक्रमान् उद्घाटयसि इति उत्तमं त्वं कार्यक्रमान् उद्घाटयसि इति उक्तवती तत्र अहं किम् उक्तवती भुवादिगणे अस्ति अयं धातुः घटते इति आत्मनेपदी धातुः अस्ति किन्तु अत्र निजन्तरूपम् अस्ति इति कृत्वा उद्घाटयति उद्घाटयसि इति निजन्तरूपाणि सन्ति अत्र उद्घाटनम् उत् उपसर्गपूर्वकः घट धातुतः णिच् योजयित्वा ल्युट् योजयामः तेन उद्घाटनं नो चेत् केवलं साधारणं ल्युडन्तरूपं किं भवति उद्घटनं भवति न घटनं भवति क्रियापदानां विभज्यप्रयोगं कृत्वा किञ्चित् उक्तवन्तः अहं किञ्चित् अभ्यासार्थं कानिचन वाक्यानि वदामि भवन्तः किञ्चित् परिवर्त्य वदन्तु नो चेत् अग्रे सरेम भवन्तः किं चिन्तयन्ति किञ्चित् अभ्यासं कुर्मः वा नो चेत् अग्रे सरेम वा आं भगिनि कुर्मः अभ्यासं कुर्मः अहं लट्लकाररूपं योजयित्वा एकं वाक्यं वदामि भवन्तः तस्य परिवर्तनं कृत्वा वदन्तु प्रथमतया एकमेकं वाक्यं ददामि अत्र सुजाता भगिनी भूमिः लिखन्तु भूमिः सूर्यं परिभ्रमति प्रिया भगिनी देवालये अर्चकाः मूर्तिं प्रतिष्ठापयन्ति गोमती भगिनी यूयं ज्ञानमार्गम् अनुसरथ अरविन्दमहोदय ज्ञानिनः तत्त्वम् उपदिशन्ति वेदा भगिनी वयं सदा नियमान् पालयामः ललिता भगिनी वयं नियमान् अनुसरामः सुजाता भगिनी भवती भगवद्गीतां गायतु अरुणा भगिनी त्वं मित्रम् आह्वय विमला भगिनी विद्यालय निर्वाहकाः विद्यालयं उद्घाटयन्ति सूर्यकुमारी भगिनी भवती महोदय विमला अस्ति एकवारं वदतु विद्यालय विद्यालयस्य निर्वाहकाः विद्यालयम् उद्घाटयन्ति शुभदा भगिनी भवती कृष्णफलकं सम्मार्जयतु अनन्तरं सूर्यकुमारी भगिनी तौ द्वौ अर्चकौ देवं पूजयतः गीताञ्जलि भगिनी छात्रः संस्कृतज्ञानम् अर्जयति शोभा भगिनी त्वं कारयानं प्रक्षालय लता भगिनी महिलाः अतिथिम् आह्वयन्ति अन्ये के के सन्ति यस्य नाम मम पार्श्वे नास्ति दर्शना भगिनी अस्मि मुख्य अतिथयः कार्यक्रमम् आरभन्ते नमस्ते भगिनी प्रिया अस्मि प्रिया भगिनी बालकाः प्रतिभां प्रदर्शयन्ति सर्वे प्राप्तवन्तः इति मन्ये प्रथमतया सुजाता भगिनी वदतु भगिनी मम क्रियापदं किं ज्ञानिनः तत्त्वं ज्ञानिनः तत्त्वम् उपदिशन्ति सम्यक् भूमिः सूर्यस्य भ्रमणं करोति उत्तमं भूमिः सूर्यस्य परिभ्रमणं करोति साधु भगिनी प्रिया भगिनी वदतु देवालये अर्चकाः मूर्तेः स्थापनं कुर्वन्ति उत्तमं मूर्तेः प्रतिष्ठापनं कुर्वन्ति साधु उत्तमं भगिनि तावदेव गोमती भगिनी वदतु यूयं ज्ञानमार्गम् अनुसरथ इति वाक्यं दत्तम् सारी यूयं ज्ञानमार्गस्य अनुसरणं कुरुथ उत्तमम् अरविन्दमहोदय वदतु आं भगिनि ज्ञानिना तत्त्वम् उपदेशं करोति मम वाक्यमस्ति ज्ञानिनः तत्त्वम् उपदिशन्ति. ज्ञानिनः तत्त्वं तत्त्वस्य उपदेशं कुर्वन्ति. उत्तमम्. अत्र ज्ञानिनः तत्त्वस्य उपदेशं कुर्वन्ति. अत्र बहुवचने अहम् उक्तवती वाक्यं ज्ञानिनः इति ज्ञानी शब्दस्य बहुवचनरूपमस्ति. ज्ञानी इति एकवचनरूपमस्ति. ज्ञानी इति पदं नकारान्तपदं, तस्य प्रातिपदिकमस्ति ज्ञानिन्. उत्तमम्. किन्तु अत्र ज्ञानिनः इति पद एतदेव रूपं तस्मिन् पदे बहुत्र आयाति. प्रथमाविभक्ति बहुवचनरूपम् अस्ति, तथा एव पञ्चमी एकवचनं, षष्टि एकवचनम् अपि ज्ञानिनः भवति. किन्तु क्रियापदं दृष्ट्वा वयम् अवगन्तुं शक्नुमः क्रियापदमस्ति अस्मिन् वाक्ये उपदिशन्ति. ज्ञानिनः उपदिशन्ति किं? तत्त्वं. विभज्य वदामश्चेत् तत्त्वस्य उपदेशं कुर्वन्ति. उत्तमं. वेदा भगिनी वदतु. भगिनी क्षम्यतां भगिनी, किञ्चित् एकं सन्देहः अस्ति. युडन्त पदानि तु सर्वाणि नकार तदनन्तरं मकार णम् इति आयाति. अत्र तु उपदेशम् एव. इत्युक्ते अत्र भिन्नं पदं योजितमस्ति. इत्युक्ते तत्र घञन्तरूपं योजयित्वा वक्तुं शक्नुमः उपदेशः इति घञन्तरूपम्. एतावत्पर्यन्तं वयम् अनुसरणं, प्रतिष्ठापनं, परिभ्रमणम् एतानि पदानि ल्युडन्तपदानि. न केवलं तत्र एकं सूत्रमस्ति कर्तृकर्मणोः कृति इति सूत्रेण अत्र पदं कृदन्तपदं. कृदन्तपदम् इत्युक्ते धातुतः निर्मितं पदम्. ल्युडन्तपदं वा भवितुमर्हति, घञन्तपदमपि साधु एव. उपदेशः इति घञन्तरूपम् इत्युक्ते साधारण इत्युक्ते नकारान्त नकार अपि तदनन्तरं मकारान्ते रूपं नास्ति तत्र. इत्युक्ते अत्र उपदेशः इति भिन्नं पदम्. इत्युक्ते तत्र भिन्नप्रत्ययः अस्ति. यथा मया पूर्वमपि उक्तमासीत् क्रियापदस्य विभजनं कृत्वा एकरीत्या वदामः, नो चेत् क्रियापदस्य विभागं कृत्वा. कथं जानीमः किं रूपम् आयाति अत्र साधु? द्वयमपि साधु एव. क्रियापदस्य विभजनं कृत्वा इति रूपमपि साधु, क्रियापदस्य विभागं कृत्वा अपि साधु, अथवा क्रियापदं विभज्य इति अपि साधु. इत्युक्ते तत्र कृदन्तपदं भवेत् तत्र. बहुत्र वयं वदतु. न न, उपदेशम् इति घञ्रूपतः आयाति, अतः उपदेशम् एव अस्ति इति भवती उक्तवती न? इत्युक्ते अत्र तु ल्युडन्तरूपं न योजितं, केवलं घञ्यन्तरूपं योजयित्वा वाक्यं लिखितम् अस्ति. तदेव मम प्रश्नः अपि ममापि प्रश्नः अस्ति अत्र किमर्थं ल्युडन्तरूपम् उपयुज्य वाक्यं न दत्तमस्ति पुस्तके इति ममापि संशयः अस्ति. उपदेशः इति प्रथमान्तं पदमस्ति, किन्तु उपदेशं कुर्वन्ति किमर्थं? तत्र कर्मपदम् इत्युक्ते क्रूधातुः सकर्मकः अस्ति इति कृत्वा तत्त्वस्य उपदेशं कुर्वन्ति. ल्युडन्तं नास्ति अत्र. कथं जानीमः ल्युडन्तम् आयाति वा न वा किमपि वाक्ये? इत्युक्ते कुर्वन्ति तु अर्जनं कुर्वन्ति अपि लेखनं कुर्वन्ति सर्वदा तु क्रूधातु तु सकर्मक एव तिष्ठति तत्र. अस्माकं प्रश्नः तु किमर्थं दिश् धातोः ल्युडन्तरूपं, दिश् धातोः ल्युडन्तरूपं देशनम् इति अस्ति अस्ति, तादृशरीत्या उपदेशनम् इति पदं किमर्थं न लिखितम्? इत्युक्ते तादृशप्रयोगं कुर्मः चेत् असाधु प्रयोगः भवति वा? तदर्थमेव अस्मिन् पुस्तके पश्यतु, पूर्वस्मिन् पुटे अपि कानिचन वाक्यानि दत्तानि, तत्रापि उपदेशः इति पदमेव योजितमस्ति, न तु उपदेशनम् इति ल्युडन्तपदं न दत्तमस्ति. अस्तु, कारणमस्ति इति भाति, वदतु। किञ्चित् भिन्नरूपम् अस्ति अत्र, किञ्चित् भिन्नप्रक्रिया अपि अस्ति अत्र। उत्तमम्। अधुना वेदा भगिनी वदतु। भगिनि, वयं सदा नियमानां पालनं कुर्मः। उत्तमम्। ललिता भगिनी वदतु। वयं सेम् नियमानाम् अनुसरणं कुर्मः। पुनः वयं नियमानाम् अनुसरणं कुर्मः। अनुसरणम्। अरुणा भगिनी वदतु। भगिनी, त्वं मित्रस्य वाक्यं दत्तं, त्वं मित्रम् आह्वय, त्वं मित्रस्य आह्वानं करोषि। त्वं मित्रस्य आह्वानम्, अहं किं किं दत्तवती? आह्वय, आह्वय इति दत्तवती। वदतु। आह्वा एव, त्वं मित्रम् आह्वय, आह्वय इति लोट्लकाररूपं मध्यमपुरुषे एकवचनरूपं दत्तवती। अधुना भवती क्रियापदस्य विभजनं कृत्वा वदतु। आह्वानं कुरु। उत्तमं। त्वं मित्रस्य आह्वानं कुरु। कुरु। ओ, क्षम्यता, विलम्बेन आगच्छति। अस्तु, विमला भगिनी भवती वदतु। सोरि, विद्यालयस्य निर्वाहकाः विद्यालयम् उद्घाटयन्ति। विद्यालयस्य निर्वाहकाः विद्यालयस्य उद्घाटनं कुर्वन्ति। उत्तमम्। अधुना शुभदा भगिनी। भगिनी, भवती कृष्णफलकं सम्मार्जयतु, भवती कृष्णफलकस्य सम्मार्जनं करोतु। उत्तमम्। गीताञ्जलि भगिनी। छात्रः संस्कृतज्ञानम् अर्जयति, छात्रः संस्कृतज्ञानस्य अर्जनं करोति। उत्तमम्। सूर्यकुमारी भगिनी वदतु। भगिनी, पुनः वाक्यं वदतु। तौ द्वौ अर्चकौ, केवलं द्विवचने उक्तवती। तौ द्वौ अर्चकौ, तौ द्वौ अर्चकौ देवं पूजयतः। अर्चकः, द्वौ द्वौ अर्चकः, पश्यतु, किमपि काठिन्यं नास्ति। तौ द्वौ अर्चकौ इत्युक्ते एतानि त्रीणि पदानि द्विवचने सन्ति। तौ द्वौ अर्चकौ, अर्चकाभ्यां न, अत्र अर्चकौ इति द्विवचनरूपं दत्तवती। अर्चकौ देवं पूजयतः इति रूपं स्वीकृत्य वदतु। अर्चकौ देवं पूजयतः। द्वौ द्वौ द्वौ अर्चकाभ्यां पूजनं करोतु, पूजनं कुरुतम्। भवती चिन्तयतु, शुभदा भगिनी एकवारं प्रयत्नं करोतु। अत्र अहं किम् उक्तवती? तौ द्वौ अर्चकौ, एतानि त्रीणि पदानि कर्तृपदानि, तत्र काठिन्यं किमपि नास्ति। अथवा अहं किञ्चित् सरलीकृत्य वदामि, अर्चकौ देवं पूजयतः इति द्विवचने वाक्यं दत्तमस्ति। शुभदा भगिनी परिवर्त्य वदतु। लट्लकार भगिनी, अर्चकौ अर्चकौ देवस्य पूजनं कुरुतः। उत्तमम्। अर्चकौ देवस्य पूजनं कुरुतः इति भवति। शोभा भगिनी भवती करोतु। आं भगिनि, त्वं वाक्यम् आसीत् त्वं कारयानं प्रक्षालय, लोट्लकारे एकवचने त्वं कारयानस्य प्रक्षालयं कुरु, प्रक्षालनं कुरु, प्रक्षालनं. किम् उक्तवती अहं? त्वं कारयानस्य प्रक्षालनं कुरु. उत्तमं. लता भगिनी भवती वदतु. आं भगिनि, दत्तं वाक्यं महिलाः अतिथिम् आह्वयन्ति. अतिथिम् इकारान्त पुल्लिङ्ग, द्वितीया विभक्ति एकवचने अस्ति. अतिथिम् एक एव अतिथि, अतिथिम् आह्वयन्ति. परिवर्तनं कृत्वा महिलाः अतिथेः आह्वानं कुर्वन्ति. आह्वानं कुर्वन्ति, अतिथेः आह्वानं कुर्वन्ति. उत्तमम्, उत्तमं भगिनी, तदेव. अपि च एकं वाक्यम् अहं वदामि. मातापितरौ शिशुं लालयतः इति वाक्यमस्ति. मातापितरौ शिशुं लालयतः, तस्य परिवर्तनं कृत्वा वदामि चेत् मातापितरौ शिशोः लालनं कुरुतः इति वाक्यं भवति. वयं सर्वे मिलित्वा संस्कृतव्याकरणं चिन्तयामः इति एकं वाक्यं. वयं सर्वे मिलित्वा संस्कृतव्याकरणस्य चिन्तनं कुर्मः. भगिनि, मम वाक्यमपि अस्ति. वदतु भगिनि, वदतु. दत्तं वाक्यमस्ति, मुख्य अतिथयः कार्यक्रमम् आरम्भयन्ते. मुख्य अतिथयः कार्यक्रमस्य आरम्भं कुर्वन्ति. आरम्भं कुर्वन्ति, नो चेत् ल्युडन्त रूपं योजयित्वा वदामश्चेत् आरम्भणं कुर्वन्ति. आरम्भं दोषः अस्ति वा तत्र? साधु, साधु एव. अत्र आरम्भः, आरम्भः इति भिन्नप्रत्ययः अस्ति तस्मिन्, किन्तु आरम्भणम् इति ल्युडन्तपदमस्ति. भवत्याः वाक्यं साधु एव. धन्यवादः भगिनि. उत्तमम्, अग्रे सरेम. अग्रिमे पुटे बालकाः प्रतिभां प्रदर्शयन्ति. बालकाः प्रतिभायाः प्रदर्शनं कुर्वन्ति. उत्तमं, प्रतिभायाः प्रदर्शनं कुर्वन्ति. कुर्वन्ति, उत्तमं भगिनि. अग्रे सरेम वयम्. अत्र सर्वे अत्र पश्यन्तु. महोदय वदतु. इतिहासशब्दस्य विषये मम एकः प्रश्नः अस्ति. भवती उक्तवती इति, इह, अस् इति त्रीणि शब्दानि समस्तं कृत्वा इतिहास इति रूपं सिद्ध्यति. किन्तु इति, इह समासे सन्धिनित्यं कृत्वा दीर्घं भवितुमर्हति. किन्तु सन्धिनित्यं समासे इति कारणेन इतिहासस्य इकार तिकार ति उपरि इकार दीर्घं भवितुमर्हति. सवर्णदीर्घसन्धिः किमर्थं न अभवत् इति प्रश्नः. भगिनी, तत्र इतिहा अहमपि दृष्टवती, इतिहा इति अस्ति अव्ययपदम्. इतिहा योगः आस इति आसीत् भगिनि. इतिहा योगः आस, इतिहास. इतिहा इति अव्ययम् अस्ति इति दत्तमस्ति. महोदयस्य प्रश्नः अस्ति, इति योगः इह अस्ति चेत् तत्र किमर्थं सवर्णदीर्घसन्धिः भूत्वा इतिह इति रूपं किमर्थं न दत्तम् इति चिन्तनीयम्. तथा भवति एव इति अहं चिन्तितवती, अतः दृष्टवती. तत्र इति योगः इह अस्ति वा भगिनि? इतिह इति एव भवति तत्र. इतिहासः इति भवति इति मन्ये. तत्र इतिहासः पदस्य इतिहा इति दत्तम्. इतिहा योगः आस, आस योगः. अत्र किम् आप्ते वदति इति ह आस इति एकपदम् एक ह आस. ओ, केवलं तत्र इह नास्ति, केवलं ह एव अस्ति वा? आप्ते कोशे अस्ति. अस्तु, साधु चिन्तनीयम्। अग्रे सरेम अग्रिमे पुटे एकः प्रश्नः क्षम्यतां भगिनि वदतु। यतो यथो धारणम् इति पदस्य विषये इति अव्ययीपदी अव्ययी भावसमासः अस्ति चेत् अत्र यतो धारणं वाक्यानि रचयत, वाक्यानि तु कर्मपदं, रचयत क्रियापदं, यतो धारणं समानेव रूपमस्ति सर्वदा भवितुम् अर्हति चेत् अत्र विभक्तिरूपं कस्य विभक्ति अत्र अस्ति इति एकं प्रश्न मनसि आयाति भगिनि। हा अत्र साधारणतया अत्र अव्ययीभावसमासयुक्तं पदम् अव्ययं भवति इति कृत्वा अस्मिन् वाक्ये क्रियाविशेषणं भवितुम् अर्हति इति मम चिन्तनं। वाक्यानि रचयत कथं यथोदाहरणम् अत्र एड्वर्ब् क्रियाविशेषणं भवितुम् अर्हति। अस्तु अस्तु धन्यवादः भगिनि। अस्तु किञ्चित् अग्रिमे पाठे किं दत्तमस्ति एकवारं पश्येम। अग्रिमं पुटं पश्यन्तु सर्वे। ऊनविंशः पाठः अस्ति इत्युक्ते एकोनविंशः पाठः स्वधर्मे निधनं श्रेयः इति दत्तमस्ति, शीर्षकमस्ति। तत्र त्रिषष्टितमं पुटं पश्यन्तु। तत्र कोऽपि दृष्टवान् अथवा कापि दृष्टवती वा अत्र अयं श्लोकः कीदृशः? अष्टादश अध्याये षट् चतुर्विंशत् श्लोकः न भगिनी, अत्र परधर्मो वयावः। महोदय वदतु श्लोकं वदतु। स्वधर्मे निधनं श्रेय परधर्मो वयावः। उत्तमम्। इत्युक्ते तत्र श्लोकस्य पूर्वभागः अपि अस्ति, कोऽपि स्मारयति वा? अहं वदामि। श्रेयान् स्वधर्मो विगुणः, परधर्मात् स्वनुष्ठितात्, स्वधर्मे निधनं श्रेयः, परधर्मो भयावहः। उत्तमम् उत्तमम्। इत्युक्ते भगवद्गीतायां कर्मयोगे तृतीय अध्याये 35th श्लोकः। उत्तमं। तृतीयाध्यायस्य पञ्चत्रिंशत्तमः श्लोकः। तृतीयाध्यायस्य पञ्चत्रिंशत्तमः श्लोकः अस्ति। अत्र श्लोकः किं वदति इत्युक्ते स्वनिष्ठितात् परधर्मात् विगुणः स्वधर्मः श्रेयान्। अत्र स्वधर्मे निधनं श्रेयः इति दत्तमस्ति। तत्र श्लोकं पश्यामश्चेत् केवलं त्रीणि वाक्यानि सन्ति, स्वधर्मे निधनं श्रेयः इति एकं वाक्यं, परधर्मः भयावहः अन्यत् वाक्यम्। किमर्थम् एतत् सर्वम् इत्युक्ते तत्र स्वनिष्ठितात् परधर्मात् विगुणः चेदपि स्वधर्मः एव श्रेयान् इति विषयः तत्र। इत्युक्ते अत्र पुनः किञ्चित् इतोपि वदामि, स्वधर्मे इति पदं सप्तमी विभक्त्याम् अस्ति, स्वधर्मः इति प्रथमान्तं रूपं, किन्तु अत्र स्वधर्मे इति सप्तम्यन्तं रूपम् अस्ति। स्वधर्मः इत्युक्ते स्वस्य धर्मः अथवा आत्मनः धर्मः अथवा स्वजाति उक्त आचरणम् आचारः इति दत्तमस्ति। अपि च अत्र निधनम् इति पदमस्ति। निधनम् इति कीदृशं पदम् इति पश्यामश्चेत् वदतु। अत्र निधनम् इति पदं, निधनम् इति पदस्य अर्थः किञ्चित् विशिष्ट अर्थः अस्ति। निधनम् इत्युक्ते नाशः अथवा मरणम्। इत्युक्ते स्वधर्मे मरणम् अपि श्रेष्ठम् इति सारांशः। इत्युक्ते निधनम् इति पदं कथं साधितम् इति पश्यामश्चेत् तत्र नि उपसर्गपूर्वकः धा धातोः रूपमेव, किन्तु ल्युडन्तं नास्ति, ल्युडन्तपदं नास्ति। ल्युडन्तमस्ति चेत् तस्य रूपं निधानं भवति, निधानम् इति नास्ति अत्र, किन्तु धा धातोः रूपमेव। निधनम् इति पदस्य अर्थः तु मरणम् अथवा नाशः इति अर्थः अस्ति। अपि च अत्र एकं पदमस्ति श्रेयः इति पदमस्ति। अस्य पदस्य लिङ्गं किम्? एतत् पदं कीदृशं पदं, कोऽपि वदतु। सकारान्त श्रेयस् सकारान्त श्रेयस् प्रातिपदिकं श्रेयः श्रेयः प्रथमाविभक्ति एकवचनं श्रेयः श्रेयसि श्रेयांसि उत्तमं नपुंसकलिङ्गपदं श्रेयः श्रेयांसि मनः मनसि मनांसि इव अत्र श्रेयः इति नपुंसकलिङ्गपदमस्ति सकारान्तपदमस्ति किञ्चित् वैशिष्ट्यमस्ति तत्र श्लोकः किं वदति इत्युक्ते स्वधर्मपरधर्मयोः कः श्रेयान् कः धर्मः श्रेयान् निधनम् इति पदं नपुंसकलिङ्गपदमस्ति इति कृत्वा अत्र श्रेयः इति पदं नपुंसकलिङ्गे दत्तमस्ति इत्युक्ते तत्र श्रेयः इति पदस्य अन्ते यद्यपि विसर्गः श्रूयते तथापि इदं पदं नपुंसकलिङ्गपदं मनः शब्दवत् अत्र निधनम् इत्यस्य विशेषणमस्ति निधनं श्रेयः अथवा निधनं श्रेष्ठं किन्तु अत्र श्रेयः इति इयसुन् प्रत्ययान्तरूपम् अस्ति इत्युक्ते इयसुन् प्रत्ययस्य प्रयोगः कुत्र भवति इत्युक्ते कम्पेरेटिव् डिग्री इति आङ्ग्लभाषायां वदामः इत्युक्ते केवलं स्वधर्मपरधर्मयोः मध्ये कः उत्तमः उत्तमः इति न वदामः तत्र द्वयोर्मध्ये कः साधुतरः इति प्रश्ने सति केवलं धर्मद्वयं स्वधर्मः परधर्मः केवलं रूपद्वयमेव अस्ति इति कृत्वा तत्र कम्पेरेटिव् डिग्री आयाति तस्मिन् प्रसङ्गे एव इयसुन् प्रत्ययस्य प्रयोगः भवति नो चेत् बहवः पदार्थाः सन्ति चेत् इत्युक्ते एकस्मात् अधिकाः इत्युक्ते बहवः पदार्थाः तत्र सन्ति चेत् इष्टन् प्रत्ययस्य प्रयोगः भवति इष्टन् प्रत्ययं योजयामश्चेत् श्रेष्ठ इति रूपं सिद्ध्यति इत्युक्ते श्रेष्ठशब्दः त्रिषु लिङ्गेषु भवति श्रेष्ठः श्रेष्ठा श्रेष्ठम् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति किन्तु श्रेष्ठ इति पदम् इष्टन् प्रत्ययान्तरूपं किन्तु अत्र इयसुन् प्रत्ययान्तरूपं दत्तमस्ति नपुंसकलिङ्गे तदर्थमेव श्रेयः इति नपुंसकलिङ्गपदम् एतदेव पदं पुंलिङ्गे भवति चेत् तस्य रूपं श्रेयान् धर्मः श्रेयान् किन्तु निधनं श्रेयः निधनम् इति नपुंसकलिङ्गम् अस्ति इति कृत्वा श्रेयः नपुंसकलिङ्गं कः धर्मः श्रेयान् इत्युक्ते स्वधर्मः एव श्रेयान् किन्तु श्रेयः इति पदं तत्र तस्य रूपं स्त्रीलिङ्गे अपि भवितुमर्हति श्रेयसी नदीशब्दवत् तस्य रूपाणि भवन्ति स्त्रीलिङ्गे श्रेयसी पुंलिङ्गे श्रेयान् नपुंसकलिङ्गे श्रेयः इति भवति भगिनि श्रेयान् भवान् शब्दवत् वा श्रेयान् भवान् शब्दवत् थेङ्क्यू उत्तमं तत्र एतावत् श्लोकः किं वदति इत्युक्ते स्वधर्मे मरणमपि श्रेयः परधर्मः सदा भयावहः तत्र श्लोके इतो वदतु किन्तु अन्यश्लोकमपि अस्ति अष्टादशाध्याये सप्त चतुर्दश 47 श्रेयान् स्वधर्मो विगुणः परधर्मात् अनुष्ठितात् स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बीषम् दीस् टु श्लोकास् आर् कान्ट्रडिक्टिङ्ग् ईच् अदर् अस्तु किन्तु मम चिन्तनमस्ति अयं तु बहु उत्तमं शीर्षकम् अस्ति अहम् इत्युक्ते स्वधर्मे निधनं श्रेयः इति भगवद्गीता दर्श्यते चेत् प्रथमं श्लोकस्य प्रथमशब्दमस्ति धर्मः अन्तिमश्लोकस्य अन्तिमशब्दमस्ति मम मतिः मतिर्मम आदिरन्तेन सहेत आदिः धर्मः अन्तिमस्ति मम तु मम धर्मः इति गीतायां रहस्यमस्ति किन्तु भगवान् श्रीकृष्णः प्रतिज्ञापयति सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज अहं त्वां पर्वपादेभ्यो मोक्षयिष्यामि मा शुचः तत्र तु भगवान् वदति सर्वधर्मान् परित्यज्य तत्र तु धर्मपरित्यागं निर्दिशति higher level for us ordinary mortals we have to follow our swadharma, but once you reach a higher spiritual level, then all dharmas you have to go beyond that and then understand Krishna. That yes. level, for those sadhaka, he says sarva dharman paritya, but for us the ordinary level, we have to follow Bhagini, that is what tu Bhagavan kim माम् एकं शरणं व्रज इति उक्तं किं किं माम् एवं शरणं व्रज न तत्र महोदय अहं चिन्तयामि माम् इत्युक्ते बुद्धेः शरणम् इति मम चिन्तनं तत्र माम् इत्युक्ते कृष्णस्य शरणम् इति अर्थः नास्ति माम् इत्युक्ते बुद्धेः आश्रयं करोतु मम चिन्तनमस्ति एकं पदं किम् उपयोजितं मामेवं मां बुद्धि अस्ति वा भगवान् अस्ति वा एकं मामेकं मामेवम् इत्युक्ते तत्र माम् इत्युक्ते भगवतः शरणम् इति अर्थः अस्ति वा नो चेत् बुद्धेः शरणम् आश्रयणीयं वा इति तत्र चिन्तनमस्ति मम चिन्तनमस्ति कृष्णः परमात्मा इति तथा नास्ति तत्र बुद्धेः शरणं बुद्धिम् उपयुज्य किन्तु अस्ति एकं श्लोकमस्ति स्वल्पमस्ति धर्मस्य त्रायते महतो भयात् उत्तमं तत्र तु धर्मं निर्दिशति किन्तु इतर सर्वधर्मान् परित्यज्य काण्ट्रडिक्ट् इत्युक्ते यथा लता भगिन्या उक्तम् आरम्भिकस्तरे स्वधर्मे निधनं श्रेयः इति वाक्यम् एव समीचीनं परधर्माचरणा तस्य अपेक्षया स्वधर्माचरणम् एव सर्वदा उत्तमं स्वधर्मः गुणरहितः अस्ति चेदपि इत्युक्ते विगुणः अस्ति चेदपि स्वधर्मः गुणरहितः अस्ति चेदपि स्वधर्मे मरणं श्रेयः मरणं श्रेयः इति इवन् इफ् वि फैण्ड् सम् फ्लास् इन् अवर् धर्म यु हेव् टु फालो द धर्म दट् यु आर् बोर्न् वित् दट् विल् ओन्लि गिव् यु श्रेयस् उत्तमं विगुणं मीन्स् फ्लास् इत्युक्ते स्वधर्मे नाशः अथवा मरणम् इति अपि श्रेयस्करमेव किन्तु परधर्माचरणम् अनर्थदायकम् अथवा अनर्थजनकः इति अस्य श्लोकस्य सारांशः अस्ति विगुणः इति पदमस्ति विगुणः इत्युक्ते गुणरहितः चेदपि स्वधर्मः एव श्रेयान् स्वधर्मे मरणमपि उत्तमम् एव इति सः वदति तदेव अस्य शीर्षकस्य अर्थः अस्ति अत्र सप्तमी विभक्तेः प्रसङ्गे किञ्चित् दत्तमस्ति साधारणतया सप्तमी विभक्तिः अधिकरणार्थे भवति तत्र एकं सूत्रमस्ति आधारोधिकरणम् अष्टाध्याय्याः प्रथमाध्याये एकं सूत्रमस्ति आधारोधिकरणम् आधारः एव अधिकरणम् अपि च एकम् अन्यत् सूत्रमस्ति सप्तम्यधिकरणे च एकं सूत्रमस्ति अधिकरणम् इति एका संज्ञा अस्ति अधिकरणार्थे सप्तमी विभक्तिः भवति अधिकरणकारकं सप्तमी विभक्तिः अधिकरणकारके सप्तमी विभक्तिः भवति उदाहरणार्थं कानिचन वाक्यानि अहं गृहे वसामि गङ्गायां निर्मलजलमस्ति वनेषु सिंहाः वसन्ति एतादृशेषु वाक्येषु गृहे वनेषु गङ्गायाम् इत्यादीनि पदानि सप्तमी विभक्त्यन्तरूपाणि भवन्ति साधारणतया आधारः एव अधिकरणम् अहम् उक्तवती आधारः त्रिधा भवति इत्युक्ते त्रयः प्रकारकाः आधाराः सन्ति त्रयः प्रकारकाः आधाराः के इति पश्यामश्चेत् तत्र शरीरगत आधारः शरीरगत आधारः इत्युक्ते औपश्लेषिकः आधारः इत्युक्ते तत्र प्रथमप्रकारकः आधारः औपश्लेषिकः आधारः इति वदामः इत्युक्ते तत्र औपश्लेषिकः आधारः इत्युक्ते शरीरगत आधारः अत्र अहं गृहे वसामि इत्यस्मिन् गृहे इति सप्तमी विभक्तिः रूपमस्ति तत्र शरीरगत आधारः इति वदामः तत्र औपश्लेषिकः आधारः द्वितीयप्रकारकः आधारः अस्ति वैषयिक आधारः इत्युक्ते विषयगत आधारः विषयगत आधारः इत्युक्ते मनसिगत आधारः इत्युक्ते तत्र एकं वाक्यं वदामि तस्मिन् प्रसङ्गे मोक्षे मम इच्छा अस्ति मोक्षे मम इच्छा अस्ति इति वाक्यं परिशीलयामश्चेत् तत्र मोक्षे इति पदस्य सप्तमी विभक्तिः अस्ति. तत्र आधारः विषयगत आधारः. विषयगत आधारः अस्ति इति कृत्वा तस्य नाम वैषयिक आधारः. वैषयिक इति पदं तद्धितप्रत्ययान्तरूपं, विषय इति शब्दात् आगतं पदं वैषयिक, उपश्लेष इति पदात् आगतं पदम् औपश्लेषिक. इत्युक्ते औपश्लेषिक इत्युक्ते कनेक्टेड् बै क्लोस् कान्टाक्ट् वित् बाडि. तत्र आधारः त्रिधा भवति अथवा त्रिप्रकारकः अस्ति. औपश्लेषिकः आधारः, वैषयिक आधारः, तृतीयः अस्ति अभिव्यापकः आधारः. अभिव्यापकः आधारः इत्युक्ते सर्वगत आधारः. तदर्थम् एकम् उदाहरणं वदामि. तिलेषु तैलमस्ति, पयसि घृतमस्ति. पयः इति सकारान्तपदं, पयसि सप्तम्यन्तं रूपं, पयसि घृतमस्ति, तिलेषु तैलमस्ति. तत्र आधारः सर्वगत आधारः इत्युक्ते तिलेषु तैलं सर्वत्र अस्ति इति कृत्वा तत्र आधारः अभिव्यापकः आधारः इति वदामः. एतावता आधारः एव अधिकरणम्. अधिकरणार्थे सप्तमी विभक्तिः भवति. आधारः त्रिधा भवति, औपश्लेषिकः आधारः, वैषयिक आधारः, अभिव्यापकः आधारः. अस्मिन् पुटे यानि यानि उदाहरणानि दत्तानि तानि सर्वाणि वाक्यानि औपश्लेषिक आधारस्य कृते उदाहरणानि दत्तानि. इत्युक्ते गृहे घटः अस्ति. उपश्लेषः इत्युक्ते तत्र क्लोस् कान्टाक्ट् इति अर्थः. प्रथमं वाक्यं पश्यामश्चेत् महाराजः गजे उपविशति. तत्र गजे इति पदस्य सप्तमी विभक्तिः अस्ति. अत्र शरीरगत आधारः इति वक्तुं शक्नुमः. विषयगत आधारः अथवा विषयसम्बद्ध आधारः, मनसिगत आधारः. तदर्थम् उत्तमं वाक्यं मोक्षे मम इच्छा अस्ति. मोक्षे इति पदस्य सप्तमी विभक्तिः. तत्र विषयगत आधारः, मनसिगत आधारः. तृतीयः आधारः अभिव्यापकः आधारः. तस्य कृते उत्तमानि उदाहरणानि तिलेषु तैलं, पयसि घृतं, सर्वस्मिन् आत्मा अस्ति. तिलेषु तैलमस्ति, पयसि घृतमस्ति, सर्वस्मिन् आत्मा अस्ति. एतावता अत्र अधिकरणार्थे सप्तमी विभक्तेः प्रयोगः भवति इति मुख्यविषयः. तस्मिन् प्रसङ्गे अग्रिमे सप्ताहे पुनः वयं मिलित्वा वाक्यानां परिशीलनं कृत्वा इतोपि अत्र किं ज्ञातव्यं तस्मिन् प्रसङ्गे किञ्चित् चिन्तयिष्यामः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः.